सर्वेभ्यः समासचिन्तनवर्गे सर्वेषां स्वागतम्. जायमानविषयमस्ति तत्पुरुषसमासः. तस्मिन् षष्टिषत्पुरुषसूत्रस्य अवपादसूत्रेषु कालाः परिमाणिना इति सूत्रस्य चिन्तनं जायमानमस्ति. कालवाचकशब्दाः परिच्छेदकरूपेण परिमाण कर्तुम् इच्छति चेत् परिच्छेद्यं भूत्वा अन्यसुबन्धानां समासं कर्तुं शक्यते कालाः परिमाणिना इति. किन्तु तत्र अन्यपरिमाणिशब्दस्य षष्टिविभक्ति अवश्यं भवति इति कृत्वा षष्टिपदमस्ति किन्तु तत् परिमाणि भूत्वा परिच्छेद्य भवति. कालवाचिशब्दः परिच्छेदकरूपेण आयाति इति कृत्वा षष्टिसमासस्य अपवादं तथा भवति. सूत्रे कालाः इति प्रथमविभक्त्यां दत्तमस्ति इति कृत्वा तस्य उपसर्जनं संज्ञा भूत्वा कालवाचिशब्दः प्रथमाविभक्तिनिर्दिष्टात् पूर्वं भवति. यदा सामान्यषष्टिः इति सूत्रेण षष्ट्यन्तं पदं पूर्वपदं भवितुमर्हति किन्तु अत्र तत्र पूर्वपदस्य परिवर्तनं भवति. कालवाचिशब्दः पूर्वपदं भवति. परिमाणिशब्दः इत्युक्ते परिच्छेद्य येन कालेन परिच्छिद्यते तत् पदम् उत्तरपदं भवति. तस्य उदाहरणरूपेण मासः जातस्य इति मासजातः इति उदाहरणे तत्र मासः इति कालवाचकशब्दः जातस्य इति षष्ट्यन्तं पदं परिमाणी अस्ति. परिमाणि यस्य जातस्य इत्युक्तत्वात् जन्मात् आरभ्य एकमासपर्यन्तम् इति एकमासः श्रूयते परिच्छिद्यते कृत्वा मासजातः इति समस्तपदं कालाः परिमाणिना इति सूत्रेण सिद्धं भवति इति अपवादसूत्रम् इति एक अस्ति. तस्य उदाहरणानि वयं दृष्टवन्तः गतवर्गे. संवत्सरजातस्य मासः मृतस्य संवत्सरमृतस्य इत्यादि. तदनन्तरं यत् अति तत् अधुना निष्ठा इति आरभ्य निष्ठा कथम् इति अस्ति तत् आरभ्य पठिष्यामः. उमा भगिनी पठति वा अग्रिमेषु उदाहरणेषु इति आरभ्य पठामि. अग्रिमेषु उदाहरणेषु विग्रहवाक्ये यस्य सः इति उच्यते इति कृत्वा बहुव्रीहिसमासः इति भ्रमः स्यात्. परन्तु बहुव्रीहिसमासः नास्ति यतोहि एतेषु उदाहरणेषु अन्यपदार्थस्य प्राधान्यं नास्ति. उत्तरपदार्थस्य जात इति शब्दस्य एव प्राधान्यं वर्तते इति कृत्वा एतानि सर्वाणि तत्पुरुषसमासस्य उदाहरणानि एव सन्ति इति ज्ञातव्यम्. अत्र बहुव्रीहिसमासः इति चिन्तितुं योग्यः भवति इति चेदपि अत्र बहुव्रीहिसमासः नास्ति कारणात् अन्यपदस्य प्राधान्यं नास्ति अत्र. अत्र जात इति शब्दस्य प्राधान्यमेव अस्ति. तस्मात् एतानि तत्पुरुषसमासाः एव सन्ति. विग्रहे यस्य सः इति पदयोः प्रयोगः केवलं षष्ट्यन्तरस्य प्राधान्यं द्योतयति. सो यस्य सः इति वदति चेत् अत्र षष्ट्यन्तपदस्य प्राधान्यमेव निर्दिशति. बहुव्री अग्रे पठामि वा? ओके. बहुव्रीहिसमासः तु समानादिकरणयोः पदयोः मध्ये एव भवति. एतेषु उदाहरणेषु पूर्वपदस्य उत्तरपदस्य च सामानाधिकरण्ये न विद्यते इति कृत्वा एतानि बहुव्रीहिसमासस्य उदाहरणानि न सन्ति. यदि बहुव्रीहिसमासः अभविष्यत् तर्हि निष्ठा इति सूत्रेण निष्ठान्तं पदं बहुव्रीहि समासे पूर्वं प्रयोक्तव्यम्. अतः जात इति शब्दस्य पूर्वनिपातः जायते स्म यत्तु नास्ति एतेषु उदाहरणेषु. अत्र उत्तरपदार्थस्य जात एव शब्दस्य प्राधान्यं वर्तते इति कृत्वा त्रिपदसमुदायस्य एव तत्पुरुषसमासः जायते. सुप्सुपा इत्यस्य अधिकारः वर्तते येन अनेकानां पदानां तत्पुरुषसमासः न सिद्ध्यति इत्यतः अत्र समाससाधनार्थम् एकं वार्तिकम् उच्यते उत्तरपदेन परिमाणिना द्विगोः सिद्धये बहूनां तत्पुरुषस्य उपसङ्ख्यानाम् इति. द लास्ट् लैन् ऐ डोण्ट् अण्डर्स्टाण्ड् बट् अप् टु दट् ऐ से सी. अत्र अन्यकारणानि बहुव्रीहिसमासः नास्ति इति अन्यकारणानि अपि वदति. बहुव्रीहिसमासः अति चेत् अत्र निष्ठा इति सूत्रेण निष्ठान्तं पदं बहुव्रीहिसमासस्य पूर्वपदमेव अस्ति. अत्र जात इति शब्दः इति जायते इति जायते स्म इति वदति चेत् तत्र नो लिसन् इफ् ऐ एम् राङ्ग् इदन् यु करेक्ट् मी. जातः इति शब्दस्य पूर्वनिपातः जायते इति जायते स्म इति अस्ति चेत् देन् इट् इस् बहुव्रीहिसमासः. किन्तु अत्र जातः एव अस्ति तस्मात् अत्र तत्पुरुषसमासः एव सम्भवति. वाक्यं किम् अस्ति? अतः जातः इति शब्दस्य पूर्वनिपातः जायते स्म यत्तु नास्ति एतेषु उदाहरणेषु. तत्र जायते स्म इति जातः तयोः सम्बन्धं नास्ति वाक्ये. यदा जातः इति निष्ठान्तपदम् अस्ति तस्य पूर्वनिपादा जायते स्म इति एव उच्यते. तत्तु नास्ति इति एतेषु उदाहरणेषु इत्युक्ते कालः परिमाणिना इति सूत्रेषु तदेव नास्ति इति एव उच्यते. तत्र किम् अस्ति? बहुव्रीहिसमासे निष्ठा इति सूत्रेण निष्ठान्तं पदं पूर्वपदं भवति इति सूत्रमस्ति, सूत्रं वदति. किन्तु अत्र तु अस्मिन् उदाहरणे मासजातः इति अत्र जातः इति पूर्वपदं न भवति. केन कारणेन इति स्थापयितुं बहुव्रीहिसमासः नास्ति, तत्पुरुषसमासः एव अस्ति. अतः जायते स्म इन् द सेण्टेन्स् अतः जातः इति शब्दस्य पूर्वनिपातः जायते स्म तत्तु नास्ति एतेषु उदाहरणेषु. तत् जायते स्म इस् एस् वाक् इ द वर्ड् यूस्ड् इन् द टु इन्दि नाट् बिकमिङ्ग् इट् इस् नाट् बिकमिङ्ग् द पूर्वपदम् इन् एतेषु उदाहरणेषु इस् वाट् इस् बीङ्ग् टोल्ड्. बट् जायते स्म एण्ड् जातः कोऽपि सम्बन्धः नास्ति अत्र. उषा भगिनी वदतु किम् अस्ति? अतः जाता इति शब्दस्य पूर्वनिपादः जायते स्म यस्तु नास्ति उदाहरणेषु तस्य तस्य वाक्यस्य अर्थं वदतु. अतः जात इति लैक् उमा भगिनी वास् सेङ्ग् ऐ आल्सो थिङ्क् दट् इट् इस् नाट् फार् बट् विद् यू ऐ एम् अग्रीङ्ग् वित् फार् द नेक्स्ट् वन् जायते स्म. एनि अतः जात इति शब्दस्य पूर्वनिपातः जायते स्म बिकास् निष्ठा इति सूत्रेण निष्ठान्तशब्दं पूर्वनिपातः भवति. अत्र जात इति शब्दस्य पूर्वनिपातः जायते स्म इति नास्ति. तदेव जात इति शब्दः. jayate sma is an example where jata is used. No, jayate sma iti vadati chet tatra tatpurusha samasah sambhavati. No, jayate sma doesn't have anything to do with tatpurusha samasa or anything. Jayate is only a sentence usage in that saying. Purva nipatah is born generally. Purva nipatah was born. Jata iti shaptasya purva nipatah was born iti nasti. So jatah anantaram bhavati purva nipatah nasti. Purva nipatah jayate sma is by the Nishta Sutra. By the Nishta Sutra, Nishtanta Shabdam is born as or was born. I will use a different words for making the meaning clear. Umabhagani pashyatu. Atah jatah iti shabdasya purva nipata bhavati khila tattu nasti. Remove jayate sma and use bhavati khila. Yeah, that is nice. Yeah. Okay. So atha jayate iti shabdasya purva nivada bhavati khila tattu nasti. Asmi that is nasti. Instead of saying yattu, then tattu is also would be better. Yeah. Okay, that means I'll repeat. So masa jatah iti jatah shabdah parameva agachati na purva nipatah tasmat ye samasah tatpur samasah eva na bahuvrihi samasah. Tat samijana. But I was worried when you say jayate sma is an udaharana where nishta is being used. No. Yes, that's how I understood the beginning. No. That is not. अन्तिमवाक्यस्य विवरणम् उषा भगिनी वदतु. सुप्सुपा इत्यस्य अधिकारः वर्तते. सुप्सुपा इत्यस्य अत्र उत्तरपदार्थस्य जात इति शब्दस्य प्राधान्यं वर्तते इति कृत्वा कृपदसमुदायस्य एव तत्पुरुषसमासः जायते. सुप्सुपा इत्यस्य अधिकारः वर्तते येन अनेकानां पदानां तत्पुरुषसमासः न सिध्यति इत्यतः अत्र समाससाधनार्थम् एकं वार्तिकम् उच्यते उत्तरपदेन परिमाणिना द्विगोः सिद्धये बहूनां तत्पुरुषसङ्ख्यानां तत्पुरुषस्य उपसङ्ख्यानम् इति. सुप्सुपा इत्यस्य अधिकारः. सुप्सुपा इत्यस्य अधिकारसूत्रेण कोऽपि सुबन्तपदम् अन्यसुबन्तेन सह समस्यते इति सुप्सुपा समासः. अधिकारः वर्तते येन अनेकानां पदानां तत्पुरुषसमासः न सिध्यति. सुप्सुपा इत्यनेन अनेकानां सुप्सुपा इत्यनेन द्वयोः पदयोः मध्ये एव समासं भवितुम् अर्हति. सुप्सुपा इत्यस्य अधिकारः वर्तते येन अनेकानां पदानां तत्पुरुषसमासः न सिध्यति. तत्पुरुषसमासः इति सुप्सुपा अधिकारे अस्ति. तत्पुरुषसमासः अपि द्वयोः पदयोः मध्ये एव भवितुम् अर्हति. तत्कारणेन सुप्सुपा इत्यस्य अधिकारेण तत्पुरुषसमासः अनेकानां पदानां मध्ये न सिध्यति इत्यतः अत्र समाससाधनार्थम् एकं वार्तिकम् उच्यते उत्तरपदेन परिमाणिना द्विगोः सिद्धये बहूनां तत्पुरुषस्य उपसङ्ख्यानम् इति. सो तत्कारणेन त्रिपदयोः मध्ये समाससाधनार्थं वार्तिकम् उच्यते उत्तरपदेन परिमाणिना. उत्तरपदं परिमाणिशब्दः अस्ति चेत् द्विगोः सिद्धये, द्विगोः सिद्धये एकं पदं द्विगुसमासः भवति. देन् बहूनां तत्पुरुष उपसङ्ख्यानम् इति, उपसङ्ख्यानम् उपसङ्ख्यानम् इति वक्तव्यं, तत्पुरुषस्य इति वक्तव्यं, तत्पुरुषसमासः इति वक्तव्यम्. उत्तरपदेन परिमाणिना द्विगोः सिद्धये, परिमाणिशब्दः उत्तरपदम् अस्ति. पूर्वपदयोः द्वयोः द्वयोः पदयोः मध्ये द्विगुसमासः भवति. अनन्तरं परिमाणिशब्देन तत्पुरुष द्विगुसमासः एकं पदं, परिमाणिशवाचक वाचः अनन्तरं पदं. देन् उत्तरपदेन परिमाणिना द्विगोः सिद्धये बहूनां तत्पुरुषस्य उपसङ्ख्यानम् इति, तत्पुरुषस्य वक्तव्यं, तत्पुरुषस्य समासः वक्तव्यं चे इति. सुप्सुपा इत्यनेन द्वयोः पदयोः मध्ये एव समासः भवितुम् अर्हति. तत्पुरुषसमासः मोर् देन् टु पदस् बिट्वीन् देम् टु फार्म् अ काम्पौण्ड् देन् वि नीड् द वार्तिक. समासः द्विपदसमस्येन एव समस्यते, किन्तु बहुव्रीहिसमासः द्वयोः पदयोः अधिकमपि समासं भवितुम् अर्हति. तदा निरूपणेन एकं वार्तिकमस्ति, तद् प्रथमे द्विगुसमासं भवति, तदनन्तरं परिमाणशब्दस्य योजनेन तत्पुरुषसमासः अपि भवति. बहुव्रीहि अनेकम् अन्यपदार्थे इत्यनेन अनेकपदानां कृते समासः भवितुम् अर्हति बहुव्रीहि कृते. तत्पुरुषस्य कृते एव वार्तिकम् आवश्यकं भवति. अत्र उषाभगिनी अग्रिमपरिच्छेदमपि पठतु, तदनन्तरं सम्यक् ज्ञानं भवति. उत्तरपदेन परिमाणिना द्विगोः सिद्धये बहूनां तत्पुरुषस्य उपसङ्ख्यानम् इति वार्तिकेन त्रयाणां पदानां योगे अपि तत्पुरुषसमासः भवति इति उच्यते. अनेन पूर्वपदं द्विगुसमासः इत्युच्यते. ओके. उत्तरपदं परिमाणिवाचकम् इति, उत्तरपदेन अत्र वेरि नैस्लि गृह्या, उत्तरपदेन परिमाणवाचिना शब्देन, उत्तरपदेन परिमाणवाचिना शब्देन शब्देन सह द्विगुसमासस्य सिद्धये अनेकपदानां तत्पुरुषसमासः भवति. यत्र पदद्वयात् अधिकानि पदानि भवन्ति तत्र अनेन वार्तिकेन एव व्यवस्था क्रियते. अपि च तेषु यदि परिमाणिवाचकः शब्दः उत्तरपदे अस्ति तर्हि तत् पदं कालवाचकैः सह समस्यते, यतोहि पूर्ववर्तिनः कालवाचिनः द्विगुसमासः निष्पन्नः भवति. आं महोदय. उत्तरपदेन परिमाणिना द्विगोः सिद्धये बहूनां तत्पुरुषस्य उपसङ्ख्यानम् इति वार्तिकेन त्रयाणां पदानां मध्ये तत्पुरुषसमासः कर्तुम् इच्छति चेत् पूर्वपदं द्विगुसमासः पूर्वपदं पदयोः मध्ये द्विगुसमासः भवति, उत्तरपदं परिमाणवाचकम् इति. एवं तत्पुरुषसमासः भवति, तत्पुरुषसमासः भवितुम् अर्हति. ओके. उत्तरपदेन परिमाणवाचिना शब्देन सह द्विगुसमासस्य सिद्धये अनेकपदानां तत्पुरुषसमासः भवति. ओके. ओके. उत्तरपदेन परिमाणिवाचकशब्दः द्विगुसमासस्य द्विगुसमस्तपदं प्रथमपदं पूर्वपदं द्विगुसमास प्रथम पूर्वपदम् अण्ड् परिमाणिवाचकशब्दः उत्तरपदं तत्पुरुषसमासः भवति समस्यते. यत्र पदद्वयात् अधिकानि पदानि भवन्ति तत्र अनेन वार्तिकेन एव व्यवस्था क्रियते. अपि च तेषु यदि परिमाणिवाचकः शब्दः उत्तरपदे अस्ति तर्हि तत्पदं कालवाचकैः सह समस्यते, यतोहि पूर्ववर्तिनः कालवाचिनः द्विगुसमासः निष्पन्नः भवति. ओके, परिमाणिवाचकः शब्दः उत्तरपदे अस्ति, पूर्वपदं कालवाचकैः अपि तु द्विगुसमासः अपि भवति. परिमाणिवाचकशब्दः पूर्वपदद्विगुसमासेन समस्तं समासं भवति. औद्वेशे सः समस्यते यतोहि पूर्ववर्तिनः कालवाचिनः द्विगुसमासः निष्पन्नः. ओके, द्विगुसमासः निष्पन्नः भवति. उदाहरणम् अग्रे दत्तं वा महोदय? उदाहरणमस्ति, तत् पूर्वम् अहं स्पष्टीकर्तुं प्रयत्नं करोमि. वार्तिकस्य अर्थं सम्यक् भवति चेत् पूर्वसम्पूर्णपरिच्छेदस्य अर्थं सम्यक् भवति. उत्तरपदे परिमाणी शब्दमस्ति चेत् उत्तरपदे परिमाणी इत्युक्ते परिच्छेद्य इति अत्र जातः इति अस्ति सूचयति. उत्तरपदं परिमाणी अस्ति उत्तरपदेन परिमाणिना. दिगो सिद्धये सति इत्युक्ते दिगोसिद्धये सति बहूनां तत्पुरुषस्य उपसङ्ख्यानम् इति अस्ति. अत्र दिगुसिद्धये सति इत्युक्ते परिच्छेदकवाचकसिद्ध दिगुसमासस्य बहुशब्दात् अस्ति. बहुशब्दात् इत्युक्ते दिगुसमासे भवति पूर्वपदं परिच्छेदम्. अत्र उत्तरपदं परिच्छेद्यः पूर्वपदं बहुपदम् इत्युक्ते दिगुसमासं भवति. यतो दिगुसमासं भवति तत्र किं भवति, दिगुगर्भतत्पुरुषसमासः इति सामान्यनियमः अस्ति. विवरणसमये दिगुगर्भतत्पुरुषसमासः, किन्तु अत्र वार्तिकेन तत् निषिध्यते. तत्र गर्भावस्था नास्ति, तत्पुरुषस्य गर्भ इति रूपेण न स्वीकरोति. सम्पूर्णदिगुसमासः परिच्छेदकरूपेण कालवाचीशब्दः स्वीक्रियते इति कृत्वा द्विमास इति स्वीकरोतु. द्विमास दिगुसिद्धे सति दिगुमास द्विमास इति द्वि एवं मासः इति पदद्वयस्य दिगुसमासः भवति. तत् पदं दिगुसमासं भवति चेत् अपि बहूनां पदानाम् अस्ति इत्युक्ते द्विमासः इति पदमस्ति पदद्वयं. तत् एकपदरूपेण स्वीकृत्य कालाः परिमाणिना इति सूत्रेण दिगुसमासः कालवाचकशब्दः परिच्छेदकरूपेण स्वीकृत्य उत्तरपदेन परिमाणिना परिच्छेद्यरूपेण स्वीकृत्य केवलं तत्पुरुषसङ्ख्या उपसङ्ख्यानम् इत्युक्ते संज्ञा तत्पुरुषसाम्ना नाम्ना एव ज्ञायते, न तु दिगुगर्भतत्पुरुषसमासः इति. अवगतं वा? आं महोदय. महोदय, बहूनाम् इति अत्र दिगुसमासे तु दिगुसमासे बहुपद एक सुपा सुप् सुपा नास्ति न दिगु एव्रिथिङ्ग् इस् सुप् सुपा सुबन्धं सुबन्धेन सह समस्यते इति एव अस्ति. तत्पुरुषः देन् द्विगुश्च ऐ थाट् सो द्विगु ऐ थाट् इस् अण्डर् सुप् सुपा सो इट्स् नो एव्रिथिङ्ग् कम्स् अण्डर् सुप् सुपा ओ इवन् बहुव्रीहि इति अधिकारः अस्ति अधिकारः अस्ति अधिकारसूत्रम् अस्ति सुबन्धं सुबन्धेन समस्यते तत्पुरुष समासः भवति इति अस्ति समासस्य अधिकारं किं वदति सुबन्धं सुबन्धेन समस्यते तत्र समासः भवति इति अस्ति इत्यस्ति तत् अधिकारस्य सूत्रं तस्मिन् अन्तर्गतः अस्ति दिगुसमासः तत्पुरुषः बहुव्रीहि कर्मधारय इत्यादि तत्र doesn't go up to bahuvrihi, it stops before bahuvrihi. Anuvriti. Sahasupa, supsupa. The 223 is bahuvrihi. बहुव्रीहि बहुव्रीहि सो बहुव्रीहि इस् 223 शेषो बहुव्रीहिः Sahasupa is what they are talking about, Mahadaya. Supsupa compounds. Or maybe I am wrong. I don't know. Sahasupa is different from Supsupa. Yeah, that's what I thought to Bhagini, but Supsupa I am not able to locate. Supsupa, there is no sutra. It's like any compound is Supsupa. But because Bahuvrihi has anekam anya padarthe. Supsupa is sutra either. Supsupa in my sense. Sahasupa is the Supsupa. Right. See, Supsupa is the... Because it gets the anuvritti sup, Mahodaya. Sahasupa, it gets the anuvritti sup. Sup. Sups. सुप्सुपा सह सञ्चते अत्र सुबन्धस्य समस्त सुबन्धेन सह समासः भवति सो सह सुपा इस् सुप्सुपा सह सुपा इस् सुप्सुपा बिकॉज़ इवन दैट व्हेन आई एम लुकिंग एट दिस सूत्र नंबर इट इज द सेम सूत्र नंबर सुप्सुपा इति अधिकारः इति वदति न सुप्सुपा इज अधिकार नाम लेकिन सूत्रस्य सूत्रम् अस्ति सह सुपा But this goes only up to 222, Mahodaya. 223 is Bahuvrihi. Adhikara Sutra Masthi, 2238 Tak Pajyandam. Sutra Se Adhikara. Adhikara Sutra. Supsupa Adhikara. 2238. But the book says only 2222. Iti Yavad. Tatra Supsupa Adhikara is 2238 Yavad. Iti Yavad. तत्र कटार कर्मधारये इति अस्ति सूत्रं कटार कर्मधारये तावत् पर्यन्तमस्ति अत्र पश्यतु सुप्सुपा इति अधिकारः ओ आं महोदय बट् इन् द बुक् इट् सेस् ओन्ली गोस् अप् टु 222 दट्स् ओके समटैम्स् द बुक् आल्सो कुड् बी राङ्ग् सो वाट् what does it this meaning that uttarapade parimanina itukte parichedya nishtha shabdam uttarapadam bhavati purva padam it is a bahupadam which is given by the digo digo siddhaye sati तत्पुरुष उपसंज्ञानम् इत्युक्ते तस्यापि तत्पुरुषनामः एव अस्ति न तु दिगुदर्भ तत्पुरुषसमासः इति सो द दिगु इवन् दो कालवाचि शब्द बिकम्स् ए दिगु शब्द इट् इस् ट्रीटेड् एस् एस् ओन्ली कालवाचि परिच्छेद्यवा परिच्छेदकवाक्य इन् द केस् आफ् द्विमास जातः तत्र पश्यतु द्वौ मासौ जातस्य यस्य सः इति बहुव्रीहिवत् दृश्यते किन्तु तत्र बहुव्रीहिवत् नास्ति द्युमास इति द्युमास भवति बहु दिगुसमास भवति जातस्य यस्य सः तत्र केवलं जातस्य इति षष्टिसूचयनार्थम् अस्ति यस्य सः न तु यस्य सः तत्र बहुव्रीहिः न सूचयति इति कृत्वा द्युमास मासौ जातस्य इति कृत्वा द्युमास जातः इति भवति कालाः परिमाणिना इति सूत्रेण तत् तस्य कृते अत्र वार्तिकं कां कार्यं करोति द्वियोग असौ मासयोगसौ जातः तत्र पूर्वं द्विगुसमासः भवति द्वि औ मास औ इति द्विमासः भवति तत् एकसुबन्धं स्वीकृत्य अत्र द्विगुसमासिद्धये बहूनां द्विगुसमासिद्धये सति उत्तरपदेन परिमाणिना तत्पुरुष एव भवति न तु बहुव्रीहिः इति उमा भगिनी कृत अस्ति वा उमा भगिनी अण्डर्स्टुड् उषा भगिनि आं महोदय See, all we have to understand is that this is a Vartika which says that Uttarapadam Parimani is you take yasya parichedyam bhavati. Asya purvam kim asti digu siddhaye bahunam padanam digu siddhaye sati api tatpurusha samasa eva bhavati tatpurusha upasanganam iti. इति एव मुख्यविषयमस्ति इति यदि एतत् वार्तिकं नास्ति तर्हि द्वौ मासौ जातस्य यस्य सः इति उदाहरणे प्रथमं द्वयोः मासयोः समाहार द्विमासम् इति समाहारद्विगुसमासं कृत्वा तत्पश्चात् द्विमासं जातस्य इति द्विमासजातः इति तत्पुरुषस्य समासः क्रियते तर्हि समासस्य इति सूत्रेण द्विमास इति समासस्य अन्तौ तात्त्वो भवति परन्तु अत्र पूर्वपदस्य प्रकृतिस्वरे प्रकृतिस्वरः इष्यते अपि च त्रयाणां पदानां तत्पुरुषसमासः च इष्यते तदेव अस्ति त्रयाणां पदानां तत्पुरुषसमासः तद् तत्र तत्पुरुषसमासः न भवति बहूनां पदानाम् अस्ति इति कृत्वा बहूनां पदानां किं भवति दिगुसमासः एव भवति समाहारद्वन्द्वसमासः भवति समाहार इत्युक्ते किन्तु तत्पुरुषे पूर्वपदम् उत्तरपदम् एव समस्यते सः सुप सुप्सुपात् इति सूत्रेण किन्तु यत्र बहूनां पदानां भवति तत्र समाहारद्वन्द्व एव भवति समाहारद्वन्द्वपदस्य भवति चेत् तत् तत्पुरुषसमासस्य भागः न भवितुमर्हति तत्र कं वदति कद् वदनीयं द्विगुसमासगर्भ तत्पुरुषसमासः इति अथवा तत्पुरुषसमासे गर्भ न चिर्वि अदर्वेरु द्वन्द्व द्विगुसमासगर्भ तत्पुरुषसमासः इति सो तत्र मासौ द्विमासौ इति द्विगुसमासः जातस्य इति उत्तरपदं परिमाणिवाचकमस्ति कृत्वा द्विमासौ जातः इति भवति अत्र द्विमासजातः अरुणभगिनी उदाहरणं पठति वा द्वौ मासौ जातस्य यस्य सः इति आं महोदय. द्वौ मासौ जातस्य यस्य सः द्विमासजातः यस्य जन्म मासद्वयम् अतीतम्. अत्र द्वौ मासौ इत्यत्र द्वौ इति पदं संख्यावाचकः अस्ति इत्यतः अत्र द्विगसमासः स्यात्. अत्र त्रयाणां पदानां समासः इष्यते इति कृत्वा उत्तरपदेन परिमाणिना द्विगोः सिद्धये बहूनां तत्पुरुषस्य उपसङ्ख्यानाम् इति इत्यनेन वार्तिकेन तत्पुरुषसमासः जायते. द्वि योगः औ मास योगः औ यो जातयोगः नस् इति अलौकिकविग्रहवाक्यम् अवगतं महोदय. द्वौ मासौ जातस्य यस्य सः अत्र बहुव्रीः एव दृश्यते परन्तु तद् केवलं तत्पुरुषसमासः एव. द्विमासजातः अर्थमस्ति द्विमासजातः इति अर्थः यस्य जन्मात् मासद्वयम् अतीतम्. प्रथमं द्वौ मासौ इति प्रथमं समास द्वे द्वौ पद स्वीकृत्य संख्यावाचक अस्ति इति कृत्वा द्विगुसमासः भवति. तदनन्तरं द्विगुसमास त्रयाणां पदानां समासः कर्तुम् इच्छते चेत् उत्तरपदेन परिमाणिना द्विगोः सिद्धये बहूनां तत्पुरुषस्य उपसङ्ख्यानाम् इति वार्तिकेन तत्पुरुषसमासः जायते. अतः अत्र परिच्छेद्य वाचक द्विगुसमासः वाचकशब्दः कालवाचकशब्दः जातः इति परिच्छेद्य वाचकशब्दः अस्ति. अलौकिकविग्रहवाक्यं द्वि योगः औ योगः मास् योगः औ योगः जात योगः नास्. अत्र प्रथमं द्वि औ मास् औ द्विगसमासः भवति. तदनन्तरं जा द्विमास योगः जात योगः नास् इति कृत्वा द्विमास जातः इति रूपं निष्पन्नं भवति. समीचीनं. तत् अत्र उदाहरणमस्ति द्विमासः इति पूर्वपदं द्विगुसमासः अस्ति. द्विमासः इति बहूनां द्विगो सिद्धये सति उत्तरपदेन परिमाणिना जातः इति परिमाणिना वाचकेन तत्पुरुषस्य उपसङ्ख्यानम् उपसङ्ख्यानं द मीन् इस् टु रेकन् वित् or to be added with or addition. This is supplementary addition, further to additional enumeration, a term technically applied to the Vartikas of Katyayana, which are intended to supply the omissions in Panini Sutras and generally to supplement them. For example, substitute in the form of sense. So, substitute as Tatpurushaha. Bahunam Padanam Tatpurusha Na Bhavati. समर्थानां पदानां सह सुप इति अधिकारे अस्ति कृत्वा समास सुबन्धं सुबन्धेन सह समस्यते इति तत्पुरुषसमासस्य रूपमस्ति. यत्र बहूनां सदानां समासं भवितुं तत्र द्विगुसमासः भवति. समाहारद्वन्द्वः अति द्विगु इत्युक्ते द्वन्द्वः समाहारद्वन्द्वः यदि भवति. अत्र किम् अस्ति वार्तिकं किं भवति उत्तरपदेन परिमाणिना सूचयते चेत् पूर्वपदे बहूनां दिगोसिद्धये सति अपि तत्पुरुषस्य अन्तर्गतः एव भवति न तु दिवु समाहारद्वन्द्वस्य इति कृत्वा द्वि मास जाता त्रयाणां शब्दानां समर्थनं भवति वार्तिकस्य बलेन इति एव अस्ति तत्र उदाहरणरूपेण तत्र कोशे एकः संशयः अत्र जातः इति परिमाणशब्दं किमर्थम् उच्यते परिमाणि अस्ति जातः इत्युक्ते तस्य शब्दे अन्तर्गत अर्थं भवति फ्रम् द टैम् आफ् बर्त् आन्वर्ड्स् निष्ठाप्रत्ययः बट् जातः जननात् आरभ्य तस्य जन्मम् अस्ति इति कृत्वा जातः इत्युक्ते फ्रम् द टैम् on the birth onward there is a measure of time in implied in it understood in it therefore it can be divided by time okay one day old two old 1 week old or 1 month old or 1 year old so okay. that old word has a time implied in it. The word old by itself doesn't have any time but the moment you say old we have a time concept in the understanding that's right. That way it can be divided only by time the world old can be suffixed only by a time word in the way thing 1 month old 2 month old or something like that same way jata iti shabdasya parimana tata bhavati kalavachi shabdena eva देर्फोर् कालाः परिमाणिना तत्र जाता इति भवति मृता इति भवति फ्रम् द टैम् आफ् डेत् ईस् द वन् हीस् डिसीस्ड् बै हि वास् डिसीस्ड् 2 months ओल्ड् और् 1 year ओल्ड् हि वास् डिसीस्ड् लैक् देट् वि से नो अवगतम् अवगतं महोदय उपसंख्यानं द वर्ड् मीनिङ्ग् इस् एक्चुलि टु आक्ट् आफ् आडिङ्ग् आर् नेमिङ्ग् आर् फर्दर् डेफिनिशन् इस् द वर्ड् उपसंख्यान मीन्स् उप योगः सम् इति उपसर्ग दर टु उपसर्ग ख्यान इति ख्या धातु ख्यान् मीन्स् नेम् टु नेम् रैट् ख्याति ख्यानम् इत्यादि टु नेम् इस् एन् वर्ड् सो उपसम् इति उपसर्गद्वयं योजयित्वा उपसङ्ख्या अथवा उपसङ्ख्यान इति सिद्ध्यति दट् मीनिङ्ग् इस् even though it is not called by that it is being attributed like that so enumeration or further enumeration in the detail what they say is that supplementary name given to a condition additional name given to something is what it is says upasankhyanam tikte jugupsa virama pramada artha nama upasankhyanam That is the definition for it. Jugupsa virama pramada artha nama upasankhyanam. Punaha vadatu punate. So, suppose a name we know, Tatpurusha, is Purvapadam, Uttarapadam. Two names are only what is called as a Tatpurusha Samasa. Whether it is Pratama, Dvitiya, Tritiya, Tati, Shashti, forget about that definition. It has to be Purvapadam and Uttarapadam, then you get a Tatpurusha Samasa. Okay. Now, in this particular case, what happens? Uttarapadam is Parimanina, is fixed. So, it has to be a Parichedya Vakya, which can be divided by a Kalavachi Shabda. But now, Kalavachi Shabda, if it is simple Kalavachi Shabda, like Dinaha, Ratri, Masaha, Samvatsara, then there is no question Tatpurusha is defined. It comes under definition of Tatpurusha. Because Kalavachi in the Purvapadam, उत्तरपदं परिमाणिशब्दः यत् कालेन परिच्छेद्यं कर्तुं शक्यते. प्रश्नः तत्र उदेति, बट् इफ् द पूर्वपदम् ईस् संख्यावाचकशब्देन दिगुसमासः अस्ति चेत् किं भवति? तत्र द्विमासः, त्रमासः इत्यादि भवित्य तत्र समाहारद्वन्द्वमस्ति पूर्वपदम्. समाहारद्वन्द्वम् उत्तरपदं परिच्छेद्य परिमाणिवाचकेन सह समस्यते, तत् तत्पुरुषसमासः भवति वा अथवा तत्पुरुषसमासं कथं भवति इति प्रश्नः उदेति. सो समाहारद्वन्द्वगर्भ तत्पुरुषसमासः इति वक्तुं शक्यते साधारणतया. किन्तु तद् नास्ति. वै इट् इस् बीङ्ग् टोल्ड् इस् बिकास् आद्योदात्त अन्तोदात्त डेफिनेशन्स् नीड् ए condition of tatpurusha in the tatpurusha samasa, that there should be, if it is bahuvrihi there is a different way, antyodata antodata will be. In the tatpurusha it is not required. So to ward off that antyodata antodata should not happen in the tatpurusha, but the vartikam says that treat that some dvanda samasa bahuram dvanda digu siddhaye, means bahu three dva masau dvi masau, these type of words, treat it as only a single subandha, given though it is by definition it is a samahara. Don't treat it as samahara, then you will have to go to bahuvrihi and then adyotata andodata will come, but here we don't need adyotata andodata. So treat it as only as a single subandha, even though it is in fact it is a dviga samasa. Treat it as a single word, as a single subandha. Then uttarapadam parimani subandha. So subandham subandhena sahasrise krutva tatpurushasya. A definition is achieved. But this is a special tatpurusha. Therefore, it is called tatpurusha upasankhyana. Avagatam. Dhanyavadam. Okay. Pushpa Bhagini, what was your question? Pushpa Bhagini? Well, I thought I was unmuted. No, I was saying, you said dvimasa mrutaha. Mrutasya kekim mrutaha iti vada. That, it's been 2 months since his death. Correct? Yes. Okay. Yeah, that's what I wanted to confirm. He died at 2 months. No. He not died at 2 months. No. Two months have passed after his death. Right. I got it. Yeah. Mm-hmm. Right. तत्र उदाहरणद्वयमपि अस्ति. अरुणा भगिनी भवती एव पठतु. द्वितीय उदाहरणं, त्रयः मासाः जातस्य यस्य सः त्रिमासः जातः, यस्य जन्मात् मासत्रयम् अतीतम्. विग्रहवाक्यं, त्रि योगहज्जस् योगः मास योगहज्ज, तत्र द्विगुसमा भवति. तदनन्तरं जाता युवन्नास्ति अलौकिकविग्रहवाक्यम्. अत्रापि प्रथम त्रयः पदानि सन्ति, त्रयः मासः जातः इति. प्रथमं त्रि मासमध्ये समासकरणे प्रथमं त्रियुहजस् युवः मास् युहजस् त्रिमास इति भवति. तदनन्तरं मास जाता इति परिमाणि शब्दः भूत्वा जाता युवनस् इति विग्रहवाक्यं भवति. तदेव अन्य उदाहरणमस्ति. तत् उषा भगिनी पठति, तस्य प्रक्रिया अपि अस्ति. उषा भगिनी पठति वा? आम् महोदय. द्वयोः जातस्य यस्य सः, द्वयः जातः, द्वियोगः ओस् द्वयोः द्वियोगः ओस् अहन् योगः ओस् जातयोगः ङस् इति अलौकिकविग्रहवाक्यं द्वयोः ओके ओस् षष्टी द्विवचनम् ओके जातयोगः ङस् द्वयोः अह्नोः द्वयोः अह्नोः समाहारः द्वयः द्वयोः जातस्य यस्य सः इति विग्रहः द्वयः जातः जन्मात् द्वे दिने जाते द्वयः योगः सु योगः जातयोगः ङस् इति अलौकिकविग्रहः ओके नौ द्वयः योगः सु जातयोगः ङस् इति अलौकिकविग्रहः द्वयः जातः समाहारद्विगुसमासः प्रथमं द्वयोः अह्नोः समाहारः इति समाहारार्थे द्विगुसमासः भवति तद्धितार्थोत्तरपदसमाहारे च इत्यनेन प्रथमं द्वयोः अह्नोः समाहारः इति समाहारार्थे द्विगुसमासः भवति तद्धितार्थोत्तरपदसमाहारे च इत्यनेन द्विगुसमासानन्तरं द्वयहन् इति भवति द्वयहन् इति भवति द्विगुसमासः अपि तत्पुरुषसमासस्य प्रभेदः एव ओके विवक्षा द्वयः जातः द्वयः जातः इति समस्तपदं द्वयः जातः इति समस्तपदं द्वयोः अह्नोः समाहार द्वयः जातः इति समस्तपदे द्वयः जातः द्वयः इति द्वयोः अह्नोः समाहारः द्वयः देन् द्वयोः जातस्य यस्य सः इति विग्रहः द्वयः जातः ओके जन्मात् द्वे दिने जाते ओके जन्मात् आरभ्य द्वे दिनं हस् गान् ओके द्वयः योगः सु योगः जातयोगः ङस् इति अलौकिकविग्रहः द्वयोः जातस्य इत्यनेन जातयोगः ङस् द्वयः इति समाहारः सु द्वयः योगः सु ओके समाहारद्विगुसमासः प्रथमं द्वयोः अह्नोः समाहारः इति समाहारार्थे द्विगुसमासः भवति ओके तद्धितार्थोत्तरपदसमाहारे च इत्यनेन द्विगुसमासः भवति द्विगुसमासानन्तरं द्वयहन् इति भवति द्विगुसमासः अपि तत्पुरुषसमासस्य प्रभेदः एव द्वियोगः ओस् योगः अहन् योगः ओस् सो ओके सो अग्रे वि आर् डुयिङ्ग् द्वयोः ओके द्वयोः अह्नोः द्वियोगः ओस् अहन् योगः ओस् राजाः सखिभ्यश् टच् इति सूत्रेण यस्य तत्पुरुषसमासस्य उत्तरपदरूपेण राजन् अहन् उत सखि एतेषु कश्चन शब्दः विधीयते तस्मात् टच् इति समासान्तप्रत्ययः भवति राजाः सखिभ्यश् टच् राजा अथवा अहन् अथवा सखि इति शब्दः उत्तरपदे अस्ति चेत् राजा अहन् सखि इति कृते टच् प्रत्ययः विधीयते अतः द्वयहन् योगः टच् अहन् इति उत्तरपदे अस्ति राजाः सखिभ्यश् टच् इत्यनेन टच् प्रत्ययः विधीयते द्वयहन् इति द्वयहन् योगः अ इति भवति टच् इति प्रत्यये कृते ईच्छङ्गवर्णानां लोपानन्तरम् अ एव अस्ति द्वयहन् योगः अ इति भवति ओके आं महोदय द्वियोगः द्वयहन् इति समासः द्विगुसमासः समर्थनम् अत्र दत्तं राजाः सखिभ्यश् टच् इत्यनेन द्वियोगः ओस् योगः अहन् योगः ओस् इति कृते अहन् इति उत्तरपदम् अस्ति तत्कारणेन राजाः सखिभ्यश् टच् इत्यनेन द्वयहन् योगः टच् इति भवति द्वयहन् योगः अ इति भवति अधुना द्वयहन् योगः अ इत्यस्मिन् अह्नोः एतेभ्यः इत्यनेन यस्मिन् समस्तपदे सङ्ख्यावाचकः शब्दः पूर्वपदरूपेण विद्यते द्वयहन् योगः अ इत्यस्मिन् अह्नोः एतेभ्यः इत्यनेन यस्मिन् समस्तपदे सङ्ख्यावाचकशब्दः पूर्वपदरूपेण विद्यते तथा च अहन् शब्दः उत्तरपदरूपेण विद्यते. पूर्वपदरूपेण सङ्ख्यावाचकशब्दः ओके द्वि तथा च अहन् शब्दः उत्तरपदरूपेण विद्यते. तस्मात् समासान्तप्रत्यये प्राप्ते अहन् शब्दस्य अह् आदेशः प्राप्तः अस्ति. अहन् शब्दस्य अह् प्राप्तः अस्ति. ओके ओ अह्न एतेभ्यः अहन् कृते अह् इति आदेशः. ओके किन्तु तन्न भवति यतोहि न सङ्ख्यादेः समाहारे इत्यनेन समाहारे वर्तमानस्य सङ्ख्यादेः अह्नादेशो न स्यात् इति किन्तु तन्न भवति यतोहि न सङ्ख्यादेः समाहारे इत्यनेन समाहारे वर्तमानस्य सङ्ख्यादेः समाहारे वर्तमानस्य सङ्ख्यादेः सङ्ख्याशब्द आदि समाहारे अस्ति अह्नादेशः न स्यात्. न सङ्ख्यादे समाहारे इति 5-4 अह्न एतेभ्यः इस् आल्सो 5-4 ओके ओके ओके न सङ्ख्यादेः समाहारे इति सूत्रेण समाहारतत्पुरुषसमासस्य विषये अहन् शब्दस्य अन्न इति देशः न भवति. ओके सो अन्ततो गत्वा अहन् इति अह्न इति आदेशः न भवति न सङ्ख्यादेः समाहारे इत्यनेन. ओके अतः अह्नष्टकोरेव इति सूत्रेण अहनि इत्येतस्य टकोः एव परतः टीलोपः भवति. अह्नष्टकोरेव अत्र अह्नष्टकोरेव इति सूत्रं टकोः एव परतः टीलोपः भवति. अतः द्वयहन् योगः अ इति कृते अन् इति सिक्स् फोर् इति टी लोप अण्डर् टी लोप लोपः तेः अङ्गस्य असिद्धत्व तत्र अन्न ठको सप्तमी ठको इति सप्तमी द्विवचनमस्ति टी इत्य तस्य ठकोः भवति न तेः तेः ठकोः इति द्विवचनमस्ति एवं ठ अथवा ख परः अस्ति अह्नष्टकोरेव ऑफ अहन् इज लोपः ओन्ली बिफोर सफिक्स ख एंड ख ओके ओके ओके सो दैट इज व्हाट इट इज बीइंग टोल्ड सो हियर द इट इज टी अस्ति हां कोई टकार खकार अस्ति टकार टी लोप अस्ति See, otherwise what would have happened is ti lopa purvam raja sagibhyashta asiti ahanasya an rajan adipatam asti chane anascha iti sutrena ti lopa bhavati atra anascha iti sutrena na anascha touch no mahoday anascha is touch prate vidiyate avyayi bhava samasah tehe bhava samase rajan iti pade raja kadam bhavati akarantam kadam bhavati अनश्च इति सूत्रेण टच् प्रत्ययः विधीयते बस्य टेः संथिङ्ग् लैक् दट् लोपः भवति अपगच्छति राजा इति तिष्ठति तत् राजयोगः टच् इति आ योजयित्वा राजा इति भवति रैट् अहन् इति तत्रापि अन् इति अन्तमस्ति किन्तु अन् तस्य लोपः क्रियते अह्नष्टकोरे च स्टक् अन्नः ष्टहोरेश्च इति सूत्रेण द्वयः योगः अ इति कृते अहन् इति शब्दस्य टि भागः सो अन् सो ओके द्वयः भवति द्वयः द्वयः इति भवति ओके ओके द्वयः योगः अ द्वयः इति ओके ओके आं महोदय द्वयः योगः द्वयः प्रथमविभक्ति द्वयः इति भवति तस्य विसर्गस्य हसि च इति सूत्रेण उक्त्वा भूत्वा ओकारः भवति द्वयोः इति अन्नः इति भवति तत्र पूर्वकृतिः अस्ति न द्वयोः अन्नयोः इति द्वयः सो मेनि सूत्र रात्रान्हाः पुंसि इति सूत्रेण रात्र अन्न अहाः इति एते द्वन्द्वतत्पुरुषौ पुंसि एव भवन्ति ओके ओके अतः द्वयः इति समाहारद्विगुसमासः निष्पन्नः भवति सो द्वयः इति पुंसि पुल्लिङ्गमेव भवति द्वयः द्वयः नौ कम्स् द अपवादसूत्र कालः परिमाणिन फस्ट् फार्मेशन् इस् द्वितीयद्विग् सत्पुरुषसमासः द्विगो बहूनां द्विगे सते बहूनां समाहारपूर्वं कर्तुं क्रियते तदनन्तरम् उत्तरपदेन परिमाणिना इति भाषति तत्र कालाः परिमाणिना इति सूत्रेण तत्पुरुष क्रियते तदनन्तरं सो पूर्वपदं द्विगुसमासम् अभवत् एतादृश प्रक्रियां स्वीकृत्य तद्दिदार्थोत्तरपदसमाहारे च इति सूत्रेण द्विगुसमासं भवति तत्र राजा सखिभ्यश्च टच् इत्यत्र अहन् इति शब्दस्य टच् विधानं भवति टच् इति आर्ते सति अन्नोन्य एतेभ्य इति सूत्रं किम् अस्ति अत्र अन् अहन् इस्य अह्न आदेशः भवति किन्तु तस्य निषेधकसूत्रमस्ति न सङ्ख्याते समाहारे इति कृत्वा अहन्नोन्न एतेभ्यस्य निष्कासनं भवति तत् सूत्रं न कार्यं करोति इति कृत्वा पूर्ववत् दिव्या अहन् योगः टच् इति एव अत्र अस्य अवस्थायाम् अन्यसूत्रं कार्यं करोति अन्नाष्टकरोरेव इति सूत्रेण इति अहन् शब्दस्य तच् विधानस्य ते लोपः भवति अन् शब् अन् अन्तस्य अच अचान्त्यादिति इति कृत्वा अतः इति कृत्वा अहन् दिव्यः योगः अह इति दिव्यः इति भवति रात्र अन्न अन्न पुंसि इति सूत्रेण रात्र अह इत्येतन् द्वन्द्वतत्पुरुषयो पुंसि एव भवति इति कृत्वा अह इति द्व्यः इति समाहारद्विन्न समस्त तदनन्तरं द्विगुसमासः भवति तदनन्तरं जातः इति परिमाणिना वाचकशब्दः वाचकशब्दः तत्पुरुष शब्देन समासः भवति इति कृत्वा कालाः परिमाणसूत्र तत्पुरुषसमासः विद्यते द्वि अह इति पदस्य पूर्वनिपातः भवति एवं जातः पुत्रपदं भवति इति कृत्वा निष्पन्नं भवति द्विः जातः द्विः जातः निषिद्धप्रक्रिया वेरि टफ् टु रिमेम्बर् द द्वयोः द्वयः द्वयः नो देर् इस् थिङ्ग् यत्र राजा सखिभ्यश्च तत्र अप् टु देट् वि नो तद्विधार्थ उत्तरवरे समाहारे च वि आर् नाट् स्टडीड् इट् सो टच् विधानं भवति राजा सखिभ्यश्च टच् बिकास् अहन् इस् द हियर् only prakriya is given because we should know that there are the two sutram which is we can be is the ahaniti shabdasya ahanna adesha bhavati kintu tada na bhavati samahara dvante iti krutva both the sutra cancel each other anene etyapya na samahara na sankhyate samahare cancel each other so this paragraph it becomes you don't have to remember raja sagipya stach and then अहन् अष्ट होरेव इति सूत्रेण टे लोपः भवति. अहनष्टखोरेव अहनष्ट इट् इस् नाट् अन्हष्ट अहनष्ट अहनष्टखोरेव पूर्णमेव वदितव्यं वक्तव्यम् अन्नष्ट अन्नष्ट आह ह इन्सैड् ह न अस्ति नो सो अन्नष्ट अन्नः इति विसर्गस्य ससजुषोरु विसर्जनीयस्य सः भूत्वा अहनस् भवति. अहनस् योगः टखो इति सकारस्य टक्वर्वं चेति ष्टुनाष्टु इति सूत्रेण षकारं भवति इति कृत्वा अहनष् भवति अहनष्टको एव. तत्रापि अखोः विसर्गस्य ससजुषोरुः इति रेफ भवति इति रेव इति भवति इति कृत्वा अहनष्टखोरेव सन्धि अस्ति अत्र रैट्. अह्नः तत्र विसर्गस्य विसर्जनीयस्य सः भूत्वा सकार आदेशः भवति विसर्गस्य स्थाने. तदनन्तरं थको इति थकारस्य सन्धिं कृत्वा सकारस्य षकारः भवति ष्टुनाष्टु इति कृत्वा अहनष्टको इति भवति. तत्र अघनष्टको इति स्थिते तत्र विसर्गस्य विसर्जनीयस्य सः तदनन्तरं सजुषोरुः इति रेफ जाति रेफस्य एव इति योजनेन रेव इति भवति इति कृत्वा अहनष्टको रेव इति अन्तिमरूपम् क्लास् द्वे अहनि जातस्य यस्य सः तत्र द्व्यहन जातः अहन् अहनः जातः इत्यस्ति. अत्र किमस्ति द्विवः अह द्वयः जातः अत्र द्वयः न अहन् नकारस्य अपि अस्ति द्वे अहनि अत्र किमस्ति द्वयोः अहनयोः समः इति अस्ति. सो दिस् वी विल् स्टडि इन् द क्लास् द कमिङ्ग् क्लास् देन् वी विल् डिस्कस् दिस् नेक्स्ट् सूत्र. प्रश्नः नास्ति चेत् स्थगयामः विरमामः. प्रश्नः अस्ति वा? नास्ति महोदय. ओके महोदय पृच्छतु. पूर्व शनिवारस्य वर्गं न गच्छामि न गतवती. तत्र रेकार्डिङ्ग् श्रुतवती. अत्र विद्याभगिनी चेत् पाद उदाहरणवाक्यानि करोतु इति भवान् एवं वदति मासजातस्य शिशोः नामकरणं भविष्यति. चर्चा भवति अत्र कर्ता किं मासः न अवगतं महोदय. तत्र मासजातस्य मासजातस्य इति नामकरणं भविष्यति इति तत्र मासजातस्य इति तत्पुरुषसमासः. यदि व्यस्तप्रयोगं कुर्यते चेत् मासः जातस्य इति विभाषा इति सूत्रेण पदद्वयं भवति. तत्र मासः इति प्रथमविभक्त्याम् अस्ति, जातस्य इति षष्टिविभक्तिः अस्ति. सो मासजातस्य भवति इति सिम्पल् वर्ड् लेटर्स् टेक् इट् नामकरणं भविष्यति इति त्यजतु. मासजातस्य भवति. सो तत्र कर्ता किम् अस्ति भवती इति तिङन्तं किं सूचयति प्रथमा विभक्ति किम् अस्ति तस्य भवति इति न प्रथमाविभक्ति किं पदमस्ति प्रथमाविभक्ति मे किम् अस्ति मासः प्रथमाविभक्ति अस्ति जातस्य इति षष्टिविभक्ति इति कृत्वा जातस्य भवति इति वि अण्डर्स्टाण्ड् बट् जातस्य कस्य जातस्य इत्युक्ते मास मासजातस्य इति मासः प्रथमाविभक्ति अस्ति कृत्वा तत् कर्ता भवति मासः जातस्य अत्र व्यक्तप्रयोगमेव न तु व्यक्तप्रयोगे व्यक्तप्रयोगे मासः एव कर्ता ओके समासः अस्ति चेत् मासजातः मासजातः इति वदति तत् प्रथमविभक्ति अस्ति किन्तु मासजातस्य इति मासजातस्य इति समस्तपदं स्वीकरोति चेत् तत्र मासजातस्य शिशोः नामकरणं भवति इति कृत्वा शिशु तत्र कर्ता इत्युक्ते नामकरणम् इति कर्ता भवति न नामकरणं भवति इति भवति ओके ओके तत्र नामकरणम् इति प्रथमाविभक्ति अस्ति कृत्वा भवति इति क्रियापदस्य कर्ता भवति नामकरणम् ओके ओके अवगतम् अस्तु Namaskar. धन्यवादः महोदय Yeah, I also missed the last Saturday class. Again, I'll be missing you there. So this is...